महालक्ष्मी आरम्भश्लोकं वदतु. हरिः ओम् श्रीगणेशाय नमः, श्रीसरस्वत्यै नमः. एनाक्षरसमन्मायम् अधिगम्यम् महेश्वरात् कृत्स्नम् व्याकरणम् प्रोक्तम् तस्मै पाणिनये नमः. वाक्यकारम् वररुचिम् भाष्यकारम् पतञ्जलिम् पाणिनिम् सूत्रकारम् च प्रणतोऽस्मि मुनित्रयम्. नत्वा सरस्वतीम् देवीम् शुद्धम् गुण्यम् करोम्यहम् पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदीम्. हरिः ओम् श्रीगुरुभ्यो नमः. अस्तु, उत्तमम्. धन्यवादः. अद्यतन व्याकरणविषये सुस्वागतं सर्वेभ्यः, नमस्कारः. इदानीमत्र गतवर्गे वयं पठितवन्तः पितृसंज्ञा किम् अस्ति इति. एतत् विषये अपि अनिल् महोदय अद्यतनवर्गः अनन्तरम् आगामि द्वि सप्ताहे आगन्तुं न शक्यते. इदानीं पश्यतु, शान्ता भगिनी अपि उक्तवती मा कोल्लूर् मूकाम्बिका. हा, कोल्लूर् मूकाम्बिका मध्ये अस्ति इति. अस्तु, रामस् विषये वयं दृष्टवन्तः, रामर् इति. अत्र रामेण इति द्रष्टव्यं खलु? खलु, रामः रामौ रामः, रामं रामौ रामान् रामान् रामेण रामाभ्यं रामैः रामेण इत्येव अत्र द्रष्टव्यम्. अत्र रामान् इति अस्ति खलु, रामान् मकारः केन सूत्रेण आगच्छति तत्र? रामान् इति अस्ति खलु. अत्र मया उक्तं, मनसि स्थापयतु रामान्, किमर्थम् अत्र नकारः आगच्छति इति? कोऽपि न लिखितवन्तः करपत्रम्? अनन्तरम् अत्र लेखनी अस्ति अस्ति चेदेव समीचीनम्. रामान् कोऽपि वक्तुं शक्यते वा केन सूत्रेण अत्र नकारः भवति इति? एतत् तस्मात् शशो नः इत्यनेन एव, तस्मात् एतत् लेखनीयमेव कुत्रापि. रामशब्दः इति बहु मुख्यमस्ति, किमर्थं चेत् एतदेव अकारान्तः पुल्लिङ्गः रामशब्दः इति अस्ति. किमर्थम् अहं वदामि चेत् एतत् अदन्तम् अस्ति. अदन्तम् सर्वत्र भवति, देव, अनन्तरम् अत्र यत्र यत्र ह्रस्व अकारः श्रूयते प्रधानरूपेण अत्र रामशब्दः एव भवति. अतः राम मनसि स्थापनीयमेव. कुत्र रामं भवति, कुत्र अकारान्तपदं पश्यतु कति सन्ति इति. आगच्छति आगच्छति क्रमे अत्र वामदेव, वायु, वारि इति अपि इकारान्तपदम्. अनन्तरं य व र अनन्तरमेव आगच्छति. एतत् सर्वाणि पदानि अत्र यार mm. चित्ररथं सखारथम् अमयते शब्दम् तत्र पश्यतु तस्मात् शशोः नः पुंसि इत्यनेन एव अत्र रामान् इति भवति रामान् अनन्तरं राम एव किमर्थमत्र रामा इति भवति इत्युक्ते अत्र प्रथमयोः पूर्वसवर्णः इत्यनेन एव अत्र दीर्घः भवति प्रथमयोः पूर्वसवर्णः इत्यनेन पूर्वसवर्णः दीर्घः भवति अतः तत्र ह्रस्व आकारः दीर्घ आकारः भवति केन सूत्रेण प्रथमयोः पूर्वसवर्णयोः अनन्तरम् अत्र कृपया अस्तु किं प्रथमयोः पूर्वसवर्णः इति भवति प्रथमयोः पूर्वसवर्णः अत्र बहवः जनाः ईमेल् प्रेषितवन्तः कोऽपि न योजनं कर्तुं न शक्यते वा सदैव सन्ति अत्र बहवः जनाः अत्र किमपि कार्यं नास्ति वा अत्र अरविन्दमहोदय कृते यत्र यत्र मया ईमेल् प्रेषितं सः योजितवान् तस्य समीपे अपि किञ्चित् क्लेशः अस्ति मम समीपे अपि क्लेशः अस्ति कार्यम् अस्माकं कृते किमपि नास्ति वा बहवः जनाः योजितवन्तः परन्तु अत्र मया उक्तं खलु एतत् सूत्रं दृष्ट्वा धावन्ति एव न उपविशन्ति ओ बहु बहवः सूत्राणि सन्ति एतत् मनसि स्थापनार्थं बहु क्लिष्टकरं भवति मया पूर्वम् उक्तं मम आचार्यः हरिहरमहोदयः अस्ति वयं सर्वे अत्र मन्दिरे गतवन्तः अनन्तरम् अत्र नोटिस् डिस्ट्रिब्यूट् कृतवन्तः व्याकरण संस्कृतव्याकरणविषयं संस्कृतवर्गः चलन्ति सर्वे आगच्छन्तु इति फ्री एव मुक्ति एव अत्र धनं नास्ति इति प्रथमवर्गे शतं जनाः आगतवन्तः अनन्तरं किञ्चित् कालानन्तरम् अत्र पञ्च एव तिष्ठन्ति अत्र उपवेशनार्थम् अत्र किमपि स्थानमपि नास्ति एव इदानीम् अत्र बहवः जनाः ईमेल् प्रेषितवन्तः मया अपि प्रेषितम् अरविन्दमहोदय अपि योजनं कृतवन्तः सः अपि कृतवान् एतत् विषये अहमपि अनन्तलक्ष्मी अपि अनन्तलक्ष्मी महालक्ष्मी अनन्तरं अरविन्दमहोदय अनन्तरं मम कृते किमपि कार्यं नास्ति वा अस्तु अरविन्दमहोदय कृते मया उक्तमेव, जी अत्र एकं वर्गः अन्यवर्गः चलन्ति, अत्र मम छात्राः एतत् विषये किञ्चित् उक्तवन्तः, त्योः प्रभु इति, एतत् दृष्ट्वा बहवः जनाः आगतवन्तः, कृपया योजनं करोतु इति मया. अनन्तरम् अन्य वाय्स् मेसेज् अपि मया प्रेषितम्. एतत् ईगर्नेस् अस्ति तेषां कृते, अत्र आशा भवन्ति, किञ्चित् कालानन्तरं ते क्रमेण अत्र न आगन्तुं शक्यते एव महोदय. सः तु अत्र आसन् आसीत्. अस्तु, इदानीं रामास् इति अस्ति, राम एव पदमस्ति, अनन्तरमत्र किमर्थमत्र रामा इति भवति चेत् प्रथमयो पूर्वसवर्णः इत्यनेनैव रामास् इति अस्ति, सकारः अस्ति, प्रथमयो पूर्वसवर्णः. रामास् पूर्वसवर्णः किं? ह्रस्व आकारः एव, ह्रस्व आकारस्य स्थाने दीर्घं भूत्वा प्रथमयो पूर्वसवर्णः इति सूत्रेण रामा इति भवति. अनन्तरं तत्र सकारः भवति, तत् सकारस्य स्थाने एव तस्मात् चशोः नः पुंसि, नः अत्र आगच्छति. कुत्र भवति? पुंसि इत्येव, पुंसि इत्युक्ते पुल्लिङ्गपदम्, तत् स्थाने सकारस्य नकार आदेशः भवति. इदानीम् अत्र रामेण, तृतीय रामेण, रामः रामौ रामाः, रामं रामौ रामान्, रामेण रामाभ्यां रामैः इति अस्ति, रामाभ्याम्. अत्रापि बकारः दीर्घ मा मा इति अस्ति, तत्रापि अत्र किं भवति? प्रथमयोः पूर्वसवर्णयोः. अत्र मया पूर्वम् उक्तम् एतत् रामाभ्यां रामैः, रामाभ्यां रामेभ्यः, रामाभ्यां रामेभ्यः इति अस्ति. एतत् पूर्वं मया उक्तम्, एतत् विषये किञ्चित् स्मरन्ति वा सर्वे किम् अस्ति इति? सुपीचसूत्रेण दीर्घम्. आ, उत्तमं, सुपीच इति सूत्रेण दीर्घम्. अनन्तरम् अत्र बसञ्जका इति अस्ति, मया एतत् विषये प्रेषितमेव पूर्वम्. अत्र पदसंज्ञा भवति, व्यां व्यस्त, व्यां व्यस्त, अनन्तरं व्यां बिस्, एतत् सर्वनामस्थानं भवति. अनन्तरम् अत्र पदसंज्ञा अपि भवति. अनन्तरम् अत्र यचीबम् इत्यनेन, यचीबं कुत्र कुत्र भवति चेत् यत्र यत्र बासंज्ञा भवति किञ्चित् अत्र ययादिप्रत्ययं बासंज्ञा, ययादिप्रत्ययम् अस्ति चेत् अत्र बासंज्ञा भवति. अतः इत्युक्ते अत्र सुपिच इत्यनेनैव अत्र दीर्घः भवति, प्रथमयो पूर्वसवर्णः इत्यनेन नास्ति. प्रथमयो पूर्वसवर्णः इत्यनेन न भवति. इदानीम् अत्र तु औजस् अम् औटिषस् ताभ्यां टा, अनन्तरं ने ने न्यसि, न्यस् ओस् आम् नि ओसुप् सुप् सर्व अत्र सुप् नास्ति, सुप् नास्ति, ओस् पर्यन्तमेव. एतत् सर्वाणि अत्र बासंज्ञकः ययादिप्रत्ययम् अस्ति, ययि यचीबम् इत्यनेन एव अत्र भवति. इदानीमत्र व्यां बिस् व्यां व्यस् व्यां व्यस् एतत् सर्वाणि षड् अस्ति, पदसंज्ञा भवति, पदसंज्ञा भवति चेत् अत्र सुपीच इत्यनेन एव दीर्घः भवति. इदानीमत्र राम रामसु इति अस्ति, अत्र रामा इति भवति, राम रामाः एतत् वासंज्ञा भवति. अत्र वयं दृष्टवन्तः रामाः किं भवति, प्रथमयो पूर्वसवनः इत्यनेन एव पूर्वसवनः दीर्घः भवति. द्रष्टुं शक्यते खलु? अतः तत्र सुओजस् इति स्वीकृत्य कुत्रापि लिखतु. अत्र एतत् षड् अस्ति, व्यां दिस् व्यां द्यस् व्यां द्यस् एतत् षड् अस्ति. एतत् पदसंज्ञा भवति, तत् स्थाने सुपी च इत्यनेन एव दीर्घः भवति. स्थापयतु, मनसि स्थापयतु. अन्ये अत्र सु औजस् अम् औट् थ ञे ञसि ञस् ओस् आम् अनन्तरं ञि ओस् पर्यन्तम् अत्र यचिवम् इत्यनेन अत्र प्रथमयो पूर्वसवर्णः इति एव कार्यं करोति. अनन्तरं सुप् अपि सुप् इति एतत् प्रत्याहारः भवति. अत्र सुप् प्रत्याहारः, सुप् प्रत्याहारः किम्? एकविंशतिः वा? उत्तमं, बहु उत्तमम्. एतत् प्रत्याहारः अस्तु. इदानीमत्र रामेण इति पश्यामः. रामेण एतत् पृथक् सूत्रमस्ति. था नसि नसा मिना स्याः इति अस्ति. ता न्यसि ता तृतीयविभक्ति एकवचनं. नसि कुत्र भवति? नसिभ्यां बिस् नसि तृतीयविभक्ति अम न्यसि पञ्चमी एकवचनं. ओ एतत् किं सूचयति चेत् अत्र भवन्तः विषये अत्र एकवारं स्क्रीन् ग्रूप् मध्ये प्रेषयिष्यामि. एक किल अद् पाकण्डे संस्कृत ग्रूप्ल ओरे स्क्रीन् काट्नीय स्क्रीन्शाट् किं करणीयं चेत् मनसि स्थापनीयम् सिंहाय. एकनिमिषं महोदय, अहं करपत्रं स्वीकरोमि. तादृशं नास्ति. एतत् त्रीणि वर्षाणि भविष्यति इदानीम् अत्र. भवन्तः इतः पर्यन्तम् अत्र कण्ठस्थीकरणं नास्ति चेत् बहु क्लिष्टकरम् एव भवति. सूत्रसङ्ख्या तु 412. एतदेव चित्रं स्वीकरोतु, अनन्तरं ग्रूप् मध्ये स्थापयतु. जस् अमौट् जस्ट् स्थापयां यस् एतत् व्यां दिस् व्यां व्यस् व्यां व्यस् किं भवति? षड् षड् सुपि च सूत्रेण दीर्घः भवति. उत्तमं, पदसंज्ञा भवति. प्रथमम् एतदेव वक्तव्यं, पदसंज्ञा भवति. एतत् षड् पदसंज्ञा भवति. अनन्तरं सु औ जस् अम् औट् शस् था ञे ञसि ञस् ओस् आम् नि ओस् अत्र ब्राकेट् करोतु, ब्राकेट् मध्ये स्थापयतु. यचीबम् इत्यनेन बासंज्ञा भवति. यचि मेले அந்த திருத்தியா சதுர்த்தி பஞ்சமிய விட்டு மத்ததெல்லாம் யசீபிம் எத்திரவா சங்ஞா பவத்தியாம் அது யயாதி பிரத்யம் அனந்த பகினி அப்படிதானே நான் சுத்தம் வா ஏக நிமிஷம் இதானிம் அத்திர மம பிரஸ்னக किं भवति सर्वनामस्थानम् इत्युक्ते किम् झटिति वदतु मया बहुवारम् उक्तमेव सर्वनामस्थानम् न जानन्ति अंतलक्ष्मी न जानाति तु औ जस्ट् अम् औट् एव सर्वनामस्थानम् அது எங்க தப்பாயிடுமோ நீ யோசிச்சுட்டு இருந்தமா அதுதான் இருக்கும் அப்படின்னு நினைச்சு எங்க தப்பாயிடுமோ சர்வநாமஸ்தானம் பிரதம பஞ்ச ஏவ சோ ஜஸ்ட் அமௌண்ட் ஏதேவ சர்வநாமஸ்தானம் சர்வநாம சன்யா த ரெஸ்ட் ஆ சர்வநாம சன்யா 21 மைனஸ் 5 16 ஆ சர்வ அசர்வநாம சன்யா अथर्व वा अथर्व आसर्व इदानीम् अत्र पश्यतु असर्व असर्वनाम स्थानसंज्ञके असर्वनामस्थानसंज्ञके यकारादौ अजादौ वा स्वादिप्रत्यये परे तु आदि स्वादि इत्युक्ते अत्र स्वादिगणः अस्ति खलु तत्र न गच्छतु एतत् सु आदि एव स्वादि सु आदि इत्युक्ते किम् सु औ जस् 21 अस्ति खलु एतदेव सु आदि स्वादि प्रत्यये परे प्रकृतेः भासञ्ज्ञा भवति एतदेव अत्र भगिनी पञ्च अक्षरं भवती वदति वा सु औ जस् पुनः अक्षरद्वयं किम् अत्र पश्यतु नीलवर्णाः सन्ति खलु पश्यतु चित्रं स्वीकरोतु चित्रं स्वीकरोतु एतदेव सुट् अस्ति सुट् सर्वनाम अन्यपदं सुट् अन्यपदं सर्वनाम संज्ञा इदानीम् अत्र पश्यतु असर्वनामसंज्ञकाः स्वादिप्रत्ययाः सन्ति सु आदिप्रत्ययः अजादयः अस्तु इदानीम् अत्र पश्येम रामशब्दं खलु रामेण अत्र पृथक्तया एकं सूत्रमस्ति ता न्यसि नसि कुत्र भवति इदानीमेव मया उक्तम् षष्टि एकवचनम् अतः तत्र सा नसि नसा इति अस्ति अत्रैव पश्यतु सा इन नसि किम् रामात् इति अस्ति खलु रामात् अतः एकं सूत्रं 712 पश्येम एतदपि मया गतवर्गे उक्तं चोः कुः च वर्णः का वर्णः अस्ति चेत् क्रमेण प्रथमवर्णस्य स्थाने प्रथमवर्णः द्वितीयवर्णस्य स्थाने द्वितीयवर्णः क्रमेण भवति अत्र एतत् क्रमेण भवति इति वक्तव्यं चेत् अन्यसूत्रमपि अस्ति मया प्रेषितम् इदानीम् अन्तलक्ष्मी ग्रूप् मध्ये प्रेषितं खलु केन केन सूत्रेण क्रमेण भवति पदान्ते जलि च चोः कुः चोः कुः क्रमेण भवति च इत्युक्ते क छ इत्युक्ते ख इति क्रमेण भवति क्रमेण भवति इति वक्तव्यं चेत् अन्यसूत्रमपि अस्ति किम् इति मया प्रेषितं प्रेषितं वा न वा अन्तलक्ष्मी यथा सङ्ख्यामनुदेशः यथा सङ्ख्यामनुदेशः संख्या इत्युक्ते किम् संख्या इत्युक्ते संख्या इत्युक्ते नम्बर्स् यथा तथा खलु तथैव अत्र यथा सङ्ख्यम् अनुदेशः समानं पदम् एतत् सूत्रं मनसि स्थापयतु अहं मया प्रेषितम् अत्र वाट् एवर् यु सेण्ड् ऐ एम् नाट् गोयिङ्ग् टु वरि अबौट् इट् इति अस्ति चेत् अत्र कार्यं किमपि फलितार्थः नास्ति एव मया प्रातःकाले प्रेषितम् एतत् आम् आम् अनन्तलक्ष्मी अम्माल् अपि प्रेषयतु ग्रूप् मध्ये गणमध्ये अद पातदा न सोलिर्केम्प यथा सङ्ख्यम् अनुदेशः समानं एतत् सूत्रसङ्ख्या तु 1310 पुनरपि अहं प्रेषयिष्यामि पश्यतु अहं फार्वर्ड् करोमि द्रष्टुं शक्यते खलु अहं पुनरपि अनन्तलक्ष्म्याः कृते कापि सेलेक्षन् पुनरपि अहं प्रेषयिष्यामि स्वीकृतवती खलु आम् क्रमेण गच्छति चेत् यथा सङ्ख्यम् अनुदेशः अनन्तरम् अत्र रसाभ्यां रोन् नोनः समानपदे इति अस्ति रेपः शकारः तत् स्थाने दन्ते नकारः अस्ति चेत् तत्र मूर्धन्यशकारः भवति अत्र निमित्तनिमिति इति भवति अत्र बहुवारम् एतत् जीवनपर्यन्तम् आगच्छति एव निमित्तनिमिति किम् अत्र निमित्तं किम् अत्र निमिति इति प्रश्नः उदेति खलु निमित्त इत्युक्ते रेपः शकारः एव अत्र निमिति किं नकारः दन्ते नकारः एव अत्र निमिति मनसि स्थापयतु उत्तमं महालक्ष्मी पठतु मया यत् प्रश्नम् अत्र पठतु इदानीम् अत्र क्रमेण आगच्छति सा नसि नस् इति अस्ति सा कुत्र भवति सा तृतीया तृतीया एकवचनम् अत्र अनुबन्धलोपानन्तरं किं तिष्ठति न प्रश्नः अत्र समीचीनतया शृणोतु गतवर्गे अपि वयं चर्चितवन्तः विचारं कृतवन्तः ता इति केन सूत्रेण इति भवति उपदेशे आम् आदिनिर्षुडवः चुटु इत्यनेन एव खलु टकारः लोपः भवति आ एव तिष्ठतु इदानीं तत् त्यजतु रामेण इति पदमस्ति इन एव अस्ति अत्र अतः ता स्थाने क्रमेण किं भवति नकारः दन्ति अत्रैव झटिति त्यजतु अनन्तरं वदतु किमर्थम् अत्र दोषः भवति सा इति अस्ति तत् स्थाने क्रमेण इन भवति अतः एव रामेण इति भवति राम अकारः अस्ति मकार उत्तरवर्ती अकारः अस्ति अनन्तरम् इन अस्ति अकार इकार मेलनेन एकारः भवति एव रामेण इति भवति अत्र रामेण इति अस्ति भगिनि एकनिमिषं भगिनि अकार इकारम् एकारं भवति वा आमां गुणसन्धिः खलु ओके ओके ओके धन्यवादः एतत् ते जानन्ति एव इदानीम् अत्र इन इति दन्त्यनकारः एव अनन्तरम् अत्र रामेण इति मूर्धनकारः केन सूत्रेण आगच्छति चेत् अत्र इदानीम् अकार एकारमेलनेन आद्गुणः एतदपि चित्रं स्वीकरोतु प्रश्नः उदेति खलु इदानीम् आद्गुणः इति का उक्तवती एतत् विषये आद्गुणः आद्गुणः इत्यनेनैव अकार एकारमेलनेन गुणः भवति अतः रामेण इदानीं दन्तेनकारः परन्तु अत्र अटुकुपु वाङ्नुं व्ययवायेपि इत्यनेन एव अत्र दन्त्यनकारस्य स्थाने मूर्धनकारः भूत्वा रामे इति भवति मनसि स्थापयतु इदानीं सूत्रं प्रति गच्छेम अत्र सा नसि नसा इति अस्ति सा इति स्थाने इन आदेशः भवति इदानीं नसि पञ्चमी भवति पञ्चमीस्थाने किम् आदेशः भवति अत्रैव उत्तरमस्ति अत्रैव उत्तरमस्ति कालः अत्र निर्णयः कालनिर्णयः झटिति वक्तव्यमेव न्यसि इत्यस्य आत् इति भवति राम वदतु रामयोग आत् रामात् रामात् पञ्चमी अत्रैव भवति रामात् इति अस्ति अनन्तरम् अत्र ता नसि नस ता नसि नस् नस् अस्ति नस् स्थाने क्रमेण किं भवति स्या अतः एव रामस्य पुस्तकमस्ति इति अतः तृतीय पञ्चमी षष्टि विभक्ति परिवर्तनं भवति पूर्णतया परिवर्तनं भवति सा नसि नस् सा नसि नसा मिनास्याः सा नसि नसा अत्र पश्यतु सा नसि नसाम् इति अस्ति इन आत् स्याः इन आत् स्याः स्या परिवर्तनम् अत्र बहुवचनमस्ति सा नसि नसा मीनास्याः सा नसि नसाम् इकारः मकार इकारमेलनेन अत्र मी इति भवति इन आत् स्या बहुवचनम् अतः स्याः किञ्चित् क्लेशः अस्ति वा झटिति अत्र अवगन्तुं शक्यते वा अवगन्तुं न शक्यते चेत् पृच्छतु अवगन्तुं शक्यते महोदये महोदय प्रीवियस् स्क्रीन् प्रेषयतु महोदय अद् यदो आट् अपि यदो ओर् इति सूत्रम् इन्दद् अद् एकमा रामेण आट् लास्ट् ओर् इति इन्दद् अद् एकमा इन्दद् मा तानसिनस् एतदेव वा न न न न न महोदय अदा अकार इकार मेलनेन गुणकार्यं भवति आट् आद् गुणः अद् कील ओर् पेरिय इति इन्दद् आट् अद् एनो सूत्रं सोन्निङ्ग् अट्टिकुपु वाग्नं वेयवायेपि वा हा ओरे निमिषम् अद् एतिन्दुड्रम् ओरे निमिषम् अट्टु कुपु सूत्रसङ्ख्या 842 वायोपि ओके 842 पश्येम 842 अत्र अपि रेपात् शकारात् परस्य नकार नकार आदेशः भवति इदानीम् अत्र अट् इति प्रत्याहारः अस्ति अट् प्रत्याहारः किं किम् ऐ उन् लुक् ए ओङ् ऐ औच् हय वरट् एतदपि कण्ठस्थीकरणमेव सो जस्ट् अमौट् चाभ्यां जस्ति एतदपि अनन्तरं तित् अस्ति सिप्तस्त नीप् अस्मस् अनन्तरम् एतदपि कण्ठस्थीकरणमेव अट् कुप् वाङ् अट् प्रत्याहारः अनन्तरं कुप् कावर्गीय कावर्ग कावर्गीयव्यञ्जनाः पञ्च सन्ति कुप् पकारः पावर्गीय व्यञ्जनाः कति अत्रापि पञ्च एव आङ् इति किम् अस्ति उपसर्गं झटिति किमर्थमत्र चिन्तितवन्तः इति अहं न जानामि परपूर्व किमस्ति अत्र एकविंशति उपसर्गाः सन्ति खलु प्रादयः प्रादयः सर्वे जानन्ति वा न जानन्ति वा द्वाविंशति सम् अणु अथ निस् निर् दुस् दुर् वि आङ् आङ् आगच्छति वा अत्र सर्वे जानन्ति एव बहुवारं वयं दृष्टवन्तः आङ् नी अधि अपि अति तु उद् अभि प्रति परि उप द्वाविंशति अत्र प्रादयः उपसर्गाः इति भवन्ति सन्ति वा नास्ति वा मनसि स्थापयतु अहं बहुवारं मया उक्तमेव परन्तु एककर्णे श्रुतवन्तः अन्यकर्णे एतत् त्यक्तवन्तः अस्तु समीचीनम् उत्तमकार्यम् इदानीमत्र रामेण अटकुप वाङ्नं व्ययवायेपि इत्यनेन किं भवति इत्यनेन किं भवति रामेण किं भवति कार्यं किं भवति अत्र गुणकार्यम् न ज्ञातवन्तः इदानीमेव मया पृष्टं किमपि क्लेशः अस्ति वा समीचीनतया अवगच्छन्ति वा सर्वे उक्तवन्तः अवगच्छन्ति इति पदसंज्ञा भवति अट् कुप् वाङ्नं व्ययवायेपि इति सूत्रेण किं कार्यं भवति अत्र दन्त्यनकारस्य स्थाने मूर्धन्यनकारः उत्तमं बहु उत्तमं करतालं करणीयमेव दन्त्यनकारस्य स्थाने मूर्धन्यनकारः अटकुप वाङ्नं व्ययवायेपि इत्यनेन नत्वं भवति नत्वं मूर्धन्यनकारः भवति अस्तु रामाभ्यां रामा अत्र अत्र एतत् केन सूत्रेण ययादिसुप् कृते परे अदन्तस्य अङ्गस्य सुपि च इत्यनेनैव दीर्घः भवति रामाभ्याम् अनन्तरम् अत्र रामैः इति भवति रामैः इति भवति सर्वे पश्यन्तु अत्र रामैः राम अत्र अपि प्रत्येकं सूत्रमस्ति रामै रामः एव ऐस् इति किमर्थम् आगच्छति चेत् अत्र अतो बिस् ऐस् अतः बिस् ऐस् इत्यनेन अत्र अदन्त अङ्गमस्ति राम इति अदन्त अङ्गम् राम मकार उत्तरवर्ति किम् अस्ति अतः तत्र अदन्त अङ्गम् अदन्त अङ्गं विहितस्य विस् प्रत्ययः विस् इति अस्ति व्याम्ब्यस् व्याम्ब्यस् तत्र विस् स्थाने पूर्णतया किं भवति निसर्गः भगिनि विस् स्थाने पूर्णतया अत्र किम् आदेशः भवति अतो बिस् ऐस् यस् अतो बिस् ऐस् सूत्रेण ऐस् ऐस् आदेशः उत्तमम् उत्तरम् अत्रैव अस्ति उत्तरम् अत्रैव अस्ति बहुवारं मया उक्तमेव उत्तरम् अत्रैव अस्ति किमर्थम् अत्र न पश्यति विस् स्थाने किम् आदेशः भवति ऐस् आदेशः भवति तावदेव समयः जातः खलु अत्र मया एतत् द्रष्टुं शक्यते वा न वा ஒரே பயம் ஹெசிடேஷன் என்னன்னா எங்க தவறா சொல்லிடுறோமோன்ற ஒரு ஹெசிடேஷன் தான் வேற ஒண்ணு அங்கே நான் கேட்கிற கொஸ்டினுக்கு உங்களுக்கு அர்த்தம் புரிஞ்சதுன்னா அங்கேயே அர்த்தம் இருக்கு இல்லையா மிஸ் இட் இஸ் தானே ஐ சாதேசக பவதி அத்திர ராம யோகா ஐஸ் கிம் பவதி இதானே வர்ணமேலனேன ராம் ஐஸ் இது பவதி கலு ராம் ஐஸ் அனந்தரம் அத்திர अकारः ऐस् अकारः राम मकार उत्तरवती अकारः ऐ अस्ति अकार ऐकारमेलनेन किं भवति विरुदिरेचि इत्यनेन अत्र विरुदिः भवति खलु सर्वे जानन्ति ऐस् राम ऐस् इदानीम् अत्र सकारः अस्ति ससजुषौ रुः इत्यनेन अत्र सकारस्य स्थाने किं भवति ऋत्वं भवति अत्रैव उत्तरमस्ति सकारस्य स्थाने ऋत्वं भवति केन सूत्रेण ससजुषो रुः ससजुषो रुः इत्यनेन अत्र ऋत्वं भवति इदानीम् अत्र ऋत्वम् अस्ति अनुनासिकवर्णः अस्ति अनन्तरम् उकारः भवति एतत् केन सूत्रेण इति भवति उपदेशे अजनुनासिके सर्वदा सर्वदा अत्र अनुनासिकवर्णः तिष्ठति चेत् अत्र अनुनासिकवर्णः अनन्तरम् अत्र किं तिष्ठति एतत् वर्णः अपि इत् भवति उपदेश अज अनुनासिक इत् इत्यनेन इदानीम् अत्र रामर् रामैर् इति भवति रामैर् रामैर् भवति इदानीम् अत्र अवसाने परे अवसानमस्ति अवसानमित्युक्ते अन्ते भवति अत्र इदानीं यत्र यत्र ससजुषोरुः कार्यं भवति तत्र सहोदरः इव सहोदरी इव भ्रातुः इव अत्र सुहृदुः इव झटिति अनुवाय अतः अत्र करवस्थानयोर्विसर्जनीयः इति रेफस्य स्थाने किं भवति विसर्गः भवति अस्तु इतःपर्यन्तं किञ्चित् क्लेशः अस्ति वा किमपि क्लेशः अस्ति चेत् पृच्छतु नास्ति चेत् अग्रे गच्छेम इदानीमत्र रामाय रामशब्दमेव अस्ति इदानीमत्र किं भवति ज्ञे इति भवति चतुर्थीविभक्ति एकवचनम् अस्ति चतुर्थीविभक्ति एकवचनं तु औजस् अम् औजस् ताभ्याभ्यस् ज्ञे ज्ञे इति चतुर्थीविभक्ति एकवचनम् अस्ति अस्ति वा नास्ति वा आम् फोर् वन् टु पुनरपि पश्येम. फोर् वन् टु अत्र पश्यतु टु औट् जस् आम् औट् सस् ताभ्यां ज्ञे इति किं भवति चतुर्थीविभक्ति चतुर्थी चतुर्थी एकवचनं खलु चतुर्थी एकवचनं त्रीणि संख्या अतः तत्र चतुर्थीविभक्ति एकवचनम् अस्तु मा चतुर्थीविभक्ति एकवचनं एकवचनम् इदानीम् अत्र ज्ञे इति एव अस्ति परन्तु अत्र ज्ञे इति अस्ति ज्ञकारः केन सूत्रेण इति भवति झटिति वदतु लशकुतटिते लशकुतटिते इत्यनेन एव अत्र ज्ञे इति गतवर्गे एतत् विषये वयं पूर्णतया इत् केन सूत्रेण भवति इति पठितवन्तः खलु अनुबन्ध लोपानन्तरं सकारः तिष्ठति उपदेशाज अनुनासिक ईत् इत्यनेन औ किमपि कार्यं नास्ति जस् इति अस्ति जस् स्थाने जकारः अस्ति अत्र चुटु इत्यनेन जकारः ईत् भवति अस् तिष्ठति आं किमपि कार्यं नास्ति औट् टकारः अलिङ्क्यं तस्य लोपः इत्यनेन ईत् भवति शस् लशकोतर्तिते इत्यनेन शकारः ईत् भवति अतः तत्र शकार उत्तरवती अस्यैव तिष्ठति अनन्तरं ता अस्ति ता इत्यनेन ता इत्यस्य टकारः चुटु इत्यनेन टकारः ईत् भवति आ एव तिष्ठति द्यां द्यस् किमपि कार्यं नास्ति ज्ञे इति अस्ति अत्र ञकारः अस्ति दशगुतते इत्यनेन ञकारः ईत् भवति ये एव तिष्ठति द्यां द्यस् किमपि कार्यं नास्ति ञसि इति अस्ति तत्रापि ञकारः ईत् भवति दशगुतते इत्यनेन अनन्तरम् अत्र ईकारः अत्र किं नस्येव तिष्ठति ईकारः अनन्तरं अनुनासिकवर्णः अस्ति उपदेशाज अनुनासिक इत्यनेन ईत् भवति अनन्तरं व्यां व्यस् किमपि कार्यं नास्ति नस् अपि भवति नस् मध्ये ञकारस्य लशपतति इत्यनेन ञकारः ईत् भवति अस्यैव तिष्ठति ओस् अत्र सकारः ईत् न भवति किमर्थं चेत् अत्र ओ इति भवति खलु सुटु इति ओस् कुत्र भवति अत्र न्यसीनस् एतेषां ञकारः ईत् भवति टा इत्यस्य चुटु इत्य जस् जकारः टा इत्यस्य जकारः चुटु इत्यनेन एव अत्र सकारः मकारः ईतसंज्ञा प्राप्तायं न विभक्तौ तुस्माः इत्यनेन अत्र निषिध्यते जस् अम् चस् भ्यां ब्यस् भ्यां न्यस् ओस् ओस् इति अस्ति खलु सकारः अत्र इत् न भवति केन सूत्रेण न विभक्तौ तुस्माः इत्यनेन इत् न भवति आम् अस्ति रामाणाम् अत्र आं तिष्ठति एव मकारः इत् न भवति केन सूत्रेण न विभक्तौ तुस्माः इत्यनेन अत्र पश्यतु जस् अस्ति सकारः इत् न भवति अम् अस्ति मकारः इत् न भवति तस् सकारः इत् न भवति व्यां मकारः इत् न भवति व्यस् सकारः इत् न भवति व्यस् सकारः इत् न भवति न्यस् सकारः इत् न भवति अस्यैव तिष्ठति ओस् सकारः इत् न भवति अनन्तरम् आम् अत्रापि मकारः इत् न भवति एतत् सर्वाणि अत्र प्रत्ययाः केन सूत्रेण इति न भवति न विभक्तौ सुष्माः इत्येन इदानीम् अत्र ज्ञे भवति ज्ञे केन सूत्रेण अत्र रामाय इति भवति ज्ञे इति अस्ति ज्ञे केन सूत्रेण इति भवति दशकृतपिदे इत्यनेन इदानीं किं तिष्ठति एव तिष्ठति. उत्तमम्. ए एव तिष्ठति. इदानीम् अत्र अदन्तमङ्गमस्ति, अदन्तमङ्गमस्ति राम इति. अदन्तात् अङ्गात् विहितस्य ञे प्रत्यये परे ञेद्यः इति सूत्रमस्ति. ञे इति अस्ति खलु, एतत् ञे अस्ति. अनन्तरम् अत्र ञेर्यः इति सूत्रेण यकारादेशः भवति. किं स्थाने यकारादेशः भवति? ए स्थाने. ए स्थाने लशकोतथिते इत्यनेन इत् भवति. अनन्तरम् अत्र ञकारः इत् भवति. ए एव तिष्ठति. तत् ये अपि केन सूत्रेण यकारः भवति? नेर्यः इति सूत्रेण यकारः भवति. अतः तत्र रामयोगः या एव. परन्तु अत्र राम इति अस्ति, राम इति भवति केन सूत्रेण? यत्र दीर्घं दीर्घं भवति, यत्र अदन्तम् अङ्गमस्ति तत् स्थाने दीर्घः भवति केन सूत्रेण? प्रथमयोः पूर्वसवर्णयोः. अत्रैव उत्तरमस्ति, अत्रैव उत्तरमस्ति महालक्ष्मी. अदन्तमङ्गमस्ति, अदन्तम् अङ्गमस्ति, ययादिप्रत्ययमस्ति. अतः सुपीच करेक्ट. महालक्ष्मी मनसि किमपि न तिष्ठति इति अहं मन्ये. न महोदय, अद् वेरं सुपीच वन् अन् दीर्घं अन् ब्यां बिस् अधिक मट्टं दान् न इद् पण्येण्टे तवर न चिन्तं पोद ब्यां बिस् ब्यां व्यस् ब्यां व्यस् एतत् किं भवति? सुपीच सूत्रेण दीर्घः भवति, दीर्घः भवति. किम् अत्र पदसंज्ञा भवति? पदसंज्ञा. आम् ஆதீர்கம் வந்து பிரதமயோகோ பூர்வ சவர்ணயோகோன்னு எழுதியிருக்கேன் ஃபர்ஸ்ட். அப்புறம் பியாம் பிஸ் பியாம் பியஸ் பியாம் பியஸுக்கு பதசஞ்ஞா பவதி சுபீச்ச சூத்திரேன தீர்கா பவதி. இது ஆறுக்கு மட்டும்தான் சுபீச்ச சூத்திரேனு எழுதிட்டு இருக்கேன். அது தவறா எழுதிட்டு இருக்கேனா என்னன்னு தெரியல. ராமாத்துல வந்து இல்ல, ராமாத்துல ராய்க்கும் மாய்க்கும் தீர்க்கம் வருது இல்லையா, ரெண்டு இதுக்கும் தீர்க்கம் வருது. சுபீஜா சூத்திரனா ஃபர்ஸ்ட் இதுல எல்லாம் வந்து ராக்கு மட்டும்தான் தீர்க்கம் வரும். அதுக்கு வந்து பிரதமயோகோ அதுக்கு மட்டும்தான், அது 1-5 தான் வந்து பிரதமயோகோ பூர்வ சவர்ணயோகோ. மற்றது எல்லாமே சுபீச்ச சூத்திரேன பதசஞ்ஞா. அது ஓகே மேம். இப்ப 1-5 மட்டும்தான் ராய்க்கும் மாய்க்கும் தீர்க்கம் இருக்கு இல்லையா, அதனால வந்து அது வந்து சுபீச்சா சூத்திரேன. அத்தக ரஸ்வ அதந்த அங்கம் அஸ்தி தத்ர தீர்கக பவதி கேன சூத்திரேன இத்துக்தே சுபீச்ச இத்தேனேனேவ பிரதமயோக பூர்வ சவர்ண யோக இத்தேனேன நாஸ்தி. மனசி ஸ்தாபயத்து. अनन्तरम् एकारस्य स्थाने यकारः भूत्वा रामाय इति भवति. इदानीम् अत्र ययादि सूप प्रत्यये परे अदन्तम् अङ्गमस्ति रामा इति अस्ति. अत्रापि सुपीच इत्यनेनैव दीर्घः भवति. एतत् रामाय सुपीच इत्यनेन, रामाव्यम् इति एतदपि सुपीच इत्यनेन, अनन्तरं रामान् इति प्रथमयो पूर्वसवर्णः इत्यनेन. किमर्थं चेत् रामः अपि प्रथमयो पूर्वसवर्णः इति पूर्वसवर्ण आदेशः भवति. अत्र किञ्चित् लेखनीयमेव कुत्र कुत्र भवति इति. रामम् अम् योजनेन किमपि कार्यं नास्ति. रामयोगः अम् रामम् एव. रामौ रामयोगः औ योजनेन रामौ, अनन्तरं रामान् अत्र अस्ति इति पूर्वसवर्णादेशः भवति. एतत् यचीबम् इति यकारः अकारः अदन्तम् अङ्गम् अस्ति चेत्, इदानीम् अत्र रामाभ्याम् इति अस्ति पदसंज्ञा भवति ययादि सुप् कृते परे अदन्तस्य अङ्गस्य, अत्र रामाभ्याम् इति भवति रामाभ्याम् इति भवति, अनन्तरम् अत्र अपि रामाभ्यां भवति, सर्वत्र अत्र सुपि च इत्यनेनैव. रामान् इत्यस्य प्रथमयो पूर्वसवर्णः रामाः इति भवति, अनन्तरम् अत्र रामाः भवति तत्र अपि प्रथमयो पूर्वसवर्णः इत्यनेनैव. अत्र किञ्चित् लेखनीयमेव कुत्र कुत्र भवति कुत्र न भवति इति. क्लेशः अस्ति वा? अस्ति एव खलु, क्लेशः अस्ति खलु भगिनि? एकनिमिषम् अहं वदामि, पुनः एकवारं वदामि, वदतु भगिनि कृपया. अहं वदामि, अत्र रामः इति अस्ति, रामास् इति अस्ति इदानीमत्र अस्य योजनेन. पूर्वसवर्णः दीर्घः भवति प्रथमयो पूर्वसवर्णः. इदानीमत्र एचीबम् इति स्वीकरोतु. एचीबं किम् अस्ति? एचीबम् अत्र असवर्ण असर्वनामसंज्ञक. सर्वनामसंज्ञकः किं भवति? सर्वनामसंज्ञकः किं भवति? एकविंशतिः अन्यपदम् न एकविंशतिः नास्ति, पञ्चवर्णाः एव, पञ्चप्रत्ययः वर्णाः नास्ति, पञ्चप्रत्ययः. अम् औट् इति सु आरम्भं कर्तुं शक्यते, सु इति अस्ति, अम् औट् इति अस्ति तकारः, अतः किं भवति? सुट् भवति. सु इति अस्ति अत्र, पश्यतु एकनिमिषं 412. एतत् पश्यतु, सु औ जस् अम् औट्, अम् औट् सु इति अस्ति, औट् इति टकारः अस्ति, अतः एतत् किं भवति? सुट् सर्वनामस्थानम्. किं भवति? सर्वनामस्थानम्. अन्ये सर्वे असर्वनामस्थानम्. अत्र द्वे स्तः, द्वौ स्तः, रेण्डु विधम् इरुक्कु, ओन्नु सर्वनामस्थानम् अत्र सर्वनामस्थानं सुट् अस्ति. सुट् इत्युक्ते किम्? इदानीम् असर्वनामस्थानसंज्ञके यकारादौ अजादौ वा? यकारादौ अजादौ अच्येव आदौ वा सु आदिप्रतेपरे सु आदिप्रतेपरे प्रकृतेः प्रकृतिः अस्ति बासंज्ञा भवति अत्र सर्वत्र बासंज्ञा भवति स्वादिप्रत्ययः किम् अष्टाध्याय्यां चतुर्थे अध्याये पञ्चमे अध्याये च प्रातिपदिकेभ्यः विहितः प्रत्ययः पठिताः सन्ति एतेषु प्रथमः प्रत्ययः स्वादिप्रत्ययः अनन्तरम् अत्र सर्वनामस्थानसंज्ञकाः किं भवति सर्वनामसंज्ञक् प्रत्ययः नाम्ना जायन्ते सो जस् आम् औट् षस्तु चाभ्यां जस् सर्वनामस्थानसंज्ञकप्रत्ययाः सर्वाणि अत्र सर्वनाम संज्ञकप्रत्ययाः भवति एव परन्तु अत्र पुल्लिङ्गे पुल्लिङ्गशब्दात् अत्र अपि पुल्लिङ्गशब्दात् स्त्रीलिङ्गशब्दात् सो जस् आम् औट् पञ्चप्रत्ययाः सुट नपुंसकस्य सूट् अनपुंसकस्य सुड नपुंसकस्य ओ नपुंसकलिङ्गं भवति इति न मनसि स्थापयतु सुट् अनपुंसकस्य डकार उत्तरवर्ति किं भवति डकार उत्तरवर्ति किं भवति अकारः सुट् अनपुंसकस्य अधुनाल किं भवति जस् अम् औट् किं भवति पुल्लिङ्गं भवति स्त्रीलिङ्गं भवति नपुंसकलिङ्गं न भवति इति तत्र दत्तम् एते पञ्चप्रत्ययाः सुट् अनपुंसकस्य इति सूत्रेण सर्वनामस्थानसंज्ञकप्रत्ययाः भवन्ति सर्वनामसंज्ञकप्रत्ययाः इदानीमत्र नपुंसकलिङ्गशब्दात् विहितौ जस् अस्ति सु औ जस् इति अस्ति तथा सु जस् अम् औट् शस् भवति एतौ प्रत्ययाः प्रत्ययौ सि सर्वनामस्थानम् इत्यनेन सर्वनामसंज्ञकौ भवतः सि सर्वनामस्थानम् अत्र प्रत्येकम् अस्ति अत्र एतत् आगच्छति एव अग्रे आगच्छति किम् अग्रे आगच्छति इति यचिबम् अनन्तरं कुत्र भवन्ति वयं अत्र किमर्थं प्रथमयो पूर्वसवर्णः सुपि च इत्यनेनैव अत्र क्लेशः भवति खलु भवति वा नास्ति वा प्रथमयो पूर्वसवर्णः सुपि च इत्यनेनैव क्लेशः भवति खलु कुत्र भवति कुत्र न कुत्र दीर्घः भवति कुत्र दीर्घः न भवति इति अत्रैव प्रश्नः उदेति संशयः भवति खलु अतः एतत् अग्रिमवर्गे पूर्णतया द्रष्टुं शक्यते एव अत्र अन्तिमश्लोकम् अन्तलक्ष्मी वदतु ॐ सहना भवतु सहनौ भुनक्तु सह ृष्णाभ्यो नमः।